या श्रद्धया युक्तः तस्याराधनमीह ते लभते च ततः कामान् मयैव विहितानि तान् अन्तवत्तु हलन्तेषां तद्भवत्यल्पमेधसा देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम बुद्धय परम् सप्तमोऽध्यायः।